पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 149 महादेव उवाच तीर्थादस्मात् परं तीर्थं मालार्कां तरतस्थितं चन्दनेश्वर मा गच्छेदामोदस्थानमुत्तमम् दुःशासनस्य रुधिरं पीत्वा भीमो महाबलः प्रतिज्ञामात्मन सर्वां पूरयित्वा सुदारुणां कराभ्यां रुधिराक्तभ्यां द्रौपद्या केशबन्धनं कृत्वा दत्त्वा द्विजादिभ्यो तीर्थयात्रां तदोगमद साभ्रमत्यास्तडे रम्ये गदो वै भ्रातृभिः सह आनीतः साभ्रमत्यां यस्वर्गाच्चन्दनपादपः सदु लिङ्गतया जातपुण्यतीर्थप्रभावतः तत्र स्नात्वा जपित्वा च कृत्वा वै पितृतर्पणं न नरो निरयं गच्छेद्रुद्र लोकमवाप्नुयाद चन्दनेश्यं तदो दृष्ट्वा विश्वेश्यं लोकशङ्करं पूजयेच्च यथाशक्रिया यत्र गत्वा न शोचति यत्र कैवर्तको राजा पूजां कृत्वा ह्यनेकशः स गदशिवलोकं तं यत्र गत्वा न शोचति मज्जन्तिर्षयो यत्र यत्र देवः सनातनः साक्षाद्विष्णुपरमात्मा नित्यं तिष्ठति भूदिदः इयं साभ्रमदी धन्या धन्यो विश्वेश्वरप्रभुः यत्र तीर्थान्यनेकानि जातानि भुवि पार्वति अत्र चामार्दकी पुण्यैः फलैर्नानाविधैः शुभैः कर्तव्यमर्कदानं च विधिना तत्र सुन्दरि इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे चन्दनेश्वरमाहात्म्यं नामैकोनपञ्चाशदधिकशततमोऽध्यायः ॐ